नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति प्रेरणार्थे णिच् इति विषयः अनुवर्तते. णिच् प्रत्ययः प्रेरणार्थे सर्वेभ्यः धातुभ्यः विधीयते. तर्हि अत्र णिच् प्रत्ययं निमित्तीकृत्य आर्धधातुकप्रक्रिया भवति. तर्हि आर्धधातुकप्रक्रियायां सामान्यतया गणचिन्तनं न भवति, यतोहि तत्र गणनिमित्तिकविकरणप्रत्ययः प्रत्ययस्य विधानं न भवति आर्धधातुकप्रक्रियायां. यतोहि सार्वधातुकप्रक्रिया सार्वधातुकप्रत्ययः परः अस्ति चेदेव तत्र विकरणप्रत्ययः गणनिमित्तिकविकरणप्रत्ययः भवति. अत्र आर्धधातुकप्रक्रियायां गणनिमित्तिकविकरणप्रत्ययः न भवति, अतः गणचिन्तनं न क्रियते. इडागमचिन्तनः एव इडागमचिन्तनमेव क्रियते. अत्र णिच् प्रत्ययः यद्यपि आर्धधातुकप्रत्ययः परन्तु वलादिः नास्ति, वलादिः नास्ति इति कृत्वा तत्र इडागमचिन्तनमपि न भवति. अनिडादिप्रत्ययेषु णिच् प्रत्ययः अन्यतमः, अतः सारल्यं वर्तते. यद्यपि प्रत्ययः आर्धधातुकप्रत्ययः तथापि तत्र इडागमचिन्तनं नास्ति. यत्र इडागमचिन्तनं भवति तत्र धातुः सेट् वा णिट् वा इत्यादि विचाराः भवन्ति. अत्र तु णिच् प्रत्ययः वलादिः नास्ति इति कृत्वा इडानुकूल्यं नास्ति, इडानुकूल्यं न वर्तते णिच् प्रत्यये, अतः इडागमचिन्तनमेव न क्रियते अत्र. अत्र निजन्तप्रसङ्गे कतिचन नूतनसूत्राणां ज्ञानम् अपेक्षितमस्ति. तस्मिन् क्रमे स्वतन्त्रः कर्ता इति सूत्रमस्ति. तर्हि कर्तृविधायकं सूत्रम् इदं स्वतन्त्रः कर्ता इति. क्रियायां स्वातन्त्र्येण विवक्षितः अर्थः कर्ता स्यात् इत्युक्ते वक्तुः विवक्षानुगुणं यस्मिन् स्वातन्त्र्यं विद्यते तस्य कर्तृसंज्ञा भवति. स्वातन्त्र्यम् इत्युक्ते तत्र वाक्ये यस्य प्राधान्यं वर्तते, यद्विना क्रिया न जायते तादृशं यदस्ति तस्य एव कर्तृसंज्ञा भवति. अतः तत्र सर्वदा कर्ता चेतनः एव भवेत् इति नियमः नास्ति. अचेतनपदार्थः अपि कर्ता भवितुम् अर्हति. यतोहि अस्माकं विवक्षा तथा अस्ति चेत् अचेतनपदार्थः अपि कर्ता भवितुम् अर्हति. अतः स्वतन्त्रकर्ता इत्यत्र चेतनस्य विषये एव इति नास्ति. अचेतनः अस्ति चेदपि कर्तृसंज्ञा भवति. अतः एव स्वातन्त्र्येण विवक्षितः अर्थः. अस्माकं विवक्षानुगुणं यस्य स्वातन्त्र्यं वर्तते अथवा यस्मिन् स्वातन्त्र्यं वर्तते तस्य कर्तृसंज्ञा भवति इति सामान्यसूत्रम्. इदं सूत्रं विशेषतया प्रेरणार्थकनिजन्तप्रसङ्गे नास्ति. स्वतन्त्रकर्ता इति सामान्यकर्तृसंज्ञाविधायकं सूत्रमस्ति. अतः यत्र कुत्रापि कर्तृसंज्ञा कुत्र भवति इति चेत् स्वतन्त्रकर्ता इति सूत्रम् आवश्यकं भवति. तत्पश्चात् अत्र प्रेरणार्थप्रसङ्गे तत्प्रयोजको हेतुश्च इति उक्तं. तर्हि यः क्रियां प्रधानतया जनयति तस्य कर्तृसंज्ञा भवति इति उक्तं. प्रेरणार्थकनिजन्ते तत्र कर्ताद्वयम् अस्ति, इत्युक्ते यः साक्षात् क्रियां करोति अपि च यः क्रियां इत्युक्ते तत्र प्रेरयति, क्रियां कर्तुं प्रेरयति, तर्हि तस्यापि कर्तृसंज्ञा अपेक्षितः. किमर्थं तस्य कर्तृसंज्ञा अपेक्षितः प्रयोजककर्तुः? तस्य कर्तृसंज्ञा मास्तु, तत्र प्रयोज्यकर्तुः एव कर्तृसंज्ञा भवेत्. किमर्थं प्रयोजककर्तुः कर्तृसंज्ञा अपेक्षिता? प्रयोजककर्ता कारयति, हा तद्भवतु, परन्तु तस्य कर्तृसंज्ञा किमर्थम्? कार्यव्यापारे सः अपि स्वतन्त्रः कर्ता. तर्हि द्वयोः अपि स्वातन्त्र्यं विद्यते इति चेत् द्वयोः अपि कर्तृसंज्ञा, द्वयोः अपि कर्तृसंज्ञा अस्ति चेत् कः क्लेशः? कर्षण किम्? नो द्वयो द्वयो द्वयो स्वतन्त्र द्वयोकर्ता स्वतन्त्र नास्ति केवलं कर्ता प्रधानकर्ता स्वतन्त्रस्ति स्वतन्त्रेण क्रियाश्रय व्यापाराश्रय इत्यादि कर्ता अन्तर्भूतः स्वतन्त्रमस्ति यथा कर्ता कर्ता स्वतन्त्रकर्ता स्वातन्त्र्यं वर्तते अत्र प्रयोजककर्ता प्रयोज्यकर्ता इति कर्ताद्वयमस्ति इति वदामः तर्हि कस्य स्वातन्त्र्यमस्ति न प्रयोजकस्वतन्त्र प्रयोजककर्ता स्वतन्त्रता अस्ति प्रयोज्यकर्ता स्वतन्त्रता नास्ति प्रयोज स्वतन्त्र तर्हि तत्र तर्हि प्रयोज्यक प्रयोजककर्तुः स्वतन्त्रकर्ता इति सूत्रेण कर्तृसंज्ञा भवति तर्हि तत्प्रयोजको हेतुश्च इति सूत्रस्य का आवश्यकता यदि तस्य स्वतन्त्रकर्ता इति कर्तृसंज्ञा भवति तर्हि तत्प्रयोजको हेतुश्च इति सूत्रस्य का आवश्यकता अपि च प्रयोजककर्तुः कर्तृसंज्ञा किमर्थम् प्रयोजक प्रयोजककर्तुः कर्तृसंज्ञा किमर्थं हेतुसंज्ञा वयं स्वीकुर्मः परन्तु कर्तृसंज्ञा कथं भवति प्रश्नः अस्ति हेतुसंज्ञा तु किमर्थम् अपेक्षिता तादृशसंज्ञा किमर्थम् अपेक्षिता कोऽपि कर्तृस्वातन्त्र्येण फलप्राप्ति प्रयोजककर्ता एव भवति प्रयोज्यकर्ता कर्मस्य फलं न प्राप्नोति किं किं पुनः वदतु प्रयोजककर्ता एव कर्तृभिप्राये क्रियाफले यत्र क्रियाफलं प्रयोजककर्ता कर्तारं प्रति एव गच्छति न तु प्रयोज्यकर्तारं प्रति प्रयोजककर्ता फलं न प्राप्नोति वा न प्रयोजककर्ता एव फलं प्राप्नोति न तु प्रयोज्यकर्ता प्रयोज्यकर्ता फलं न प्राप्नोति वा कार्यं करोति इदानीं तत्र माता अन्नं पचति इदानीं पिता पिता मात्रा अन्नं पाचयति इति किमपि वदामः चेत् तत्र पिता अन्नस्य भोक्ता पिता भवति अन्नस्य पाचकः क्रिया तु माता करोति अन्नस्य भोजकः पिता इति वा आम् तर्हि तत्र प्रयोजककर्तुः किमर्थं कर्तृसंज्ञा फलप्राप्तिकृते फलप्राप्तिकृते कर्तृसंज्ञा इति अपेक्षिता इति कुत्र उक्तम् तदेव कारणमस्ति न प्रेरणा कर्त्राभिप्राये क्रियाफले इति कदा वदामः प्रत्ययः परस्मैपदीसंज्ञकः वा आत्मनेपदीसंज्ञकः वा इति वक्तुं तत्र कर्तृभिप्राये क्रियाफले इति वयं वदामः तस्य प्रयोज्य प्रयोजक इति तत्र विप्रयोजनस्य विशेषता अस्ति कर्ता विशेषकर्ता इति पदस्य विशेषणमस्ति प्रयोज्य इति प्रयोजनं तस्य कृते इति प्रयोजनस्य दृश्या दिशा कर्तुः एव गच्छति भगिनी अत्र कर्ता द्वयं च क्रियां जनयति इति कारणं भवति वा प्रयोजकः अपि च प्रयोज्यः प्रयोज्यकर्ता च क्रियां जनयति प्रयोजकः यः अस्ति तस्य अन्यत् किमपि कारकं स्यात् यस्य कस्यापि कारकसंज्ञा अस्ति तस्य तु क्रियाजनकत्वं वर्तते एव खलु अतः किमर्थं कर्तृसंज्ञा कारकं भवतु तस्य जनकत्वम् अस्ति किन्तु मुख्यतया स्वातन्त्र्येण यस्य अस्ति तस्य एव कर्तासंज्ञा भवति खलु अतः अत्र कस्य स्वातन्त्र्यं वर्तते? स्वातन्त्रद्वयोः च वर्तते इति तत्र क्रियाजनकत्वं स्वतन्त्रः कर्ता इति तत्र क्रियाजनकत्वं प्रयोजककर्तरि एव वर्तते खलु. प्रयोज्यकर्तुः स्वातन्त्र्यं तु यदि प्रेरितः भवति अथवा न भवति इत्यस्य स्वातन्त्र्यम् अस्ति, किन्तु क्रियाजनकत्वं प्रयोजककर्तुः एव. अत्र विपरीतरीत्या उक्तं खलु, प्रयोज्यकर्तुः यः अस्ति तस्य एव स्वातन्त्र्यमस्ति इति उक्तम् अस्मिन् न. तत्र तस्य स्वातन्त्र्यं यदि प्रेरितः भवति वा न वा इति तस्मिन् विषये स्वातन्त्र्यम् अस्ति तस्य खलु. क्रियां जनयति किन्तु प्रेरितः भवति चेदेव जनयति वाक्ये, किन्तु प्रयोजककर्ता तु सः एव तत्र क्रियाजनकत्वं तस्मिन् एव भवति. यतोहि तत्र कर्तुः सक्रियः भवति यदा अन्यानि कारकाणि क्रियाशीलानि न, अपि च अन्यानि कारकाणि न सन्ति चेदपि कर्तुकारकः क्रियां जनयितुं पारयति. इदानीं तु तत्र प्रयोजककर्ता क्रियां जनयति, प्रयोज्यकर्ता क्रियां न जनयति इति नास्ति खलु, सः प्रेरितः भूत्वा क्रियां जनयति खलु. किन्तु प्रेरितः भवेत् सः प्रथमं प्रेरितः भवेत् न वा इति तस्य स्वातन्त्र्यम् अस्ति इति कृत्वा तस्य कर्तृसंज्ञा अस्ति खलु, तस्य कर्तृसंज्ञा अस्ति. तत्र प्रयोज्यकर्तुः कर्तृसंज्ञा अस्ति स्वतन्त्रः कर्ता इत्यनेन इत्यत्र विवादः नास्ति खलु, अस्ति वा? किं किं भगिनि पुनः वदतु. प्रयोज्यकर्तुः कर्तृसंज्ञा स्वतन्त्रकर्ता इति सूत्रेण भवति इत्यत्र विवादः अस्ति वा? तत्र स्वतन्त्रकर्ता इत्यनेन भवति वा इति क्रियायां स्वातन्त्र्येण विवक्षितः अर्थः कर्ता स्यात्. तत्र वक्तुः इच्छा, वक्तुः इच्छया विवक्षितः अर्थः इत्युक्ते तत्र इत्युक्ते तत्र वाक्ये यः वक्तुः इच्छया स्वतन्त्रतया क्रियां जनयति तस्य कर्तृसंज्ञा भवति. तर्हि तत्र वक्तुः एव मुख्यविषयः इति वा? वक्तुः का विवक्षा इदानीं, वक्तुः इदानीं विवक्षा का? वक्तुः विवक्षा कर्ता कः भवेत् वाक्ये इति. तर्हि कः भवति विवक्षानुगुणं? विवक्षानुगुणं यः यदि वक्तुः इच्छा अस्ति प्रयोजकः कर्ता भवेत् अथवा किमपि कारकं तत्र किं तत्र माता ओदनं पचति तत्र स्थाली अपि ओदनं पचति ओदनं स्वयं सः तु भिन्नविषयः. तत्र अनिजन्तवाक्ये माता पचति स्थाली पचति इति तत्र भिन्नविषयः अस्ति. तत्र अन्यकारकस्यापि कर्तृसंज्ञा भवितुम् अर्हति इति विषयः भिन्नः. परन्तु निजन्तप्रसङ्गे इदानीं निजन्तप्रसङ्गे कर्ता तत्र प्रयोजकः प्रयोज्य इति अस्ति खलु इति अस्ति. अत्र निजन्तप्रसङ्गे अत्र विवक्षानुगुणम् इदानीं मम विवक्षा अस्ति चेत् अहं वदामि प्रयोजकर्ता एव मुख्यकर्ता इति वक्तुं शक्नोमि वा? निजन्तवाक्ये तत्र कस्य कर्तृसंज्ञा भवति अथतो गत्वा कस्य कर्तृसंज्ञा भवति? यदि प्रयोजककर्तुः कर्तृसंज्ञा भवति तर्हि किमर्थम्? नो चेत् कार्यमेव न भवति इति. क्रियायाः हेतुः सः तत् कारणं तस्यापि कर्तृसंज्ञा भवति. यः कार्यं करोति तस्यापि कर्तृसंज्ञा भवति. प्रयोजककर्ता यदि कार्यं न प्रेरयति चेत् तत् कार्यं तु न भवति इति कृत्वा प्रयोजककर्ता इति कर्ता भवेत्। यदा यथा भगिनी उक्तवती कार्यस्य हेतुः प्रयोजकः हेतुः अस्ति चेत् तत्र सः हेतुः इति कार्यस्य हेतुः इति वदति चेत् तर्हि तस्य किमर्थं तत्र करणसंज्ञा न स्यात् इत्युक्ते तत्र हेतुतृतीया इति तादृशं किमपि किमर्थं न स्यात्। इदानीं दण्डेन घटः जायते इति यदा वयं वदामः दण्डेन इति दण्डः अपि हेतुः अस्ति घटजननार्थं, तर्हि तस्य तु कर्तृसंज्ञा नास्ति। हेतुः अस्ति चेत् कर्तृसंज्ञा भवेत् इति कुत्र नियमः? व्यापारः भवति वा अत्र क्रियायाः हेतुः खलु? इत्युक्ते निजन्तवाक्ये तु कोऽपि भवेत् प्रेरयितुम्, अत्र प्रेषणादिव्यापारः भवति खलु, तदर्थं कोऽपि प्रयोज्यकर्ता अस्ति तं प्रेरयितुम् अन्य कोऽपि स्यात् खलु, तदर्थं कर्ताद्वयं स्याताम् इति न। प्रेरयति सर्वं सम्यक् भगिनि, प्रेरयति सर्वं सम्यक्, परन्तु केवलं प्रेरयति इति कृत्वा तस्य कर्तृसंज्ञा अपेक्षिता वा? किमर्थं तस्य कर्तृसंज्ञा अपेक्षिता इति अत्र विचारणीयः विषयः अस्ति। अतः अहं किं चिन्तयामि, अत्र किञ्चित् चिन्तनं मननम् एतत् सर्वम् आवश्यकमस्ति। स्वतन्त्रकर्ता अपि च तत्प्रयोजको हेतुश्च इत्यत्र कर्तृसंज्ञा किमर्थम् आवश्यकम् इति एकवारं विचारयन्तु, गृहपाठरूपेण विचारयन्तु। अग्रिमसप्ताहे तस्मिन् विषये इतोपि चर्चां कर्तुं शक्नुमः। किमर्थं कर्तृसंज्ञा, कर्तृसंज्ञा नास्ति चेत् कः क्लेशः इति एकवारं चिन्तयन्तु। अस्तु, तर्हि इदानीं तत्र कर्तृसंज्ञा न भवति चेत् तृतीया विभक्तौ भवति वा? कर्तृसंज्ञा न भवति चेत् तृतीयविभक्तो भवति कथं चेत् तु यथा करणस्य तृतीयविभक्ति कर्तृसंज्ञा अस्ति चेत् तत्र तृतीयविभक्तिः न भवति इति कथं ज्ञायते? क्रियायाः अन्वयः भवति कर्तुः, तत्र क्रियया अन्वयः भवति इत्यस्य अर्थः कः? इत्युक्ते तत्र क्रियायाः फलम् अपि च व्यापारः तस्मिन्नेव भवति, तत्र व्यापारः कर्तुः अस्ति अपि च फलमपि तत्र प्राप्नोति। तत्र तु तृतीया भवति चेत् तत्र व्यापारः अपि फलं न प्राप्नोति न, तत्र कर्तरी तत्र इदानीं चैत्रेण ओदनं पच्यते इत्यत्र चैत्रः तस्य तृतीया विभक्तिः इति कृत्वा तस्मिन् व्यापारः नास्ति इति वा? कर्ता अनुक्तः अस्ति भगिनि, चैत्रेण ओदनं पच्यते इत्यस्मिन् कर्ता चैत्र इति, परन्तु सः उक्तः नास्ति इति कृत्वा तस्य तृतीया विभक्ति भवति। जयलक्ष्मी भगिनी किमपि उक्तवती परन्तु भगिनि भग्नः जातः न श्रूयते। केषाञ्चन विषये यः कारयति तस्य तृतीया विभक्ति भवति खलु गति फैव् विषयाः सन्ति यत्र द्वितीया विभक्ति भवति अन्येषु स्थलेषु तृतीया विभक्ति भवति यथा पित्रा पुत्रं पाठशालां गमयति तत्र पित्रा इति तृतीया विभक्तौ भवति परन्तु कुत्र द्वितीया विभक्तौ भवति तत्तु गतिबुद्धि गतिबुद्धि प्रत्यवसानार्थ तत्र द्वितीया विभक्तौ भवति तत् क्री तत्तु किन्तु क्रिया का इति आधारेण गत्यर्थकः वा बुद्ध्यर्थकः वा गत्यर्थकः प्रत्यवसानार्थकः वा प्रत्यवसानार्थ प्रश्नः अहं तु सम्यक् न अवगतवती प्रश्नः अत्र प्रेरणार्थे निच् इत्यत्र कर्ताद्वयम् इति अस्ति तत्र किमर्थं प्रयोज्यकशब्दस्य कर्ता इति नामकरणं किमर्थं कर्ता इति वक्तव्यम् इति प्रश्नः किमर्थं कर्ताद्वयं भवेत् इति प्रयोजककर्ता प्रथमा विभक्तिः अस्ति किन्तु प्रयोज्यकर्ता द्वितीया इति मन्ये न दशरथः रामं वनं गमयति इति वदति चेत् रामं प्रयोज्यकर्ता अपि सः प्रथमा विभक्ति नास्ति प्रयोजककर्ता दशरथः एव प्रथमा विभक्ति अस्ति न साधु वा तत्तु अस्ति द सेण्टेन्स् इस् करेक्ट् आर् नाट् दट्स् वाट् ऐ वाण्ट् टु नो पुनः दशरथः रामं वनं गमयति तत्र रामं सः प्रत्यर्थः इति कृत्वा गत्यर्थकः इति कृत्वा रामं द्वितीया बट् प्रथमाविभक्ति प्रयोज्यकर्ता हेतु सः एव प्रथमाविभक्ति अस्ति तस्मादेव सः प्रथमकर्ता इति मन्ये वदति सः एव मुख्यकर्ता इति एक्साक्ट्लि तत्र स्वातन्त्र्येण विवक्षितो अर्थः इति अस्ति तत्र तस्य स्वातन्त्र्यं नास्ति न क्रियायां तत्र स्वातन्त्र्यं नास्ति हेतु अस्ति चेत् तत्र हेतुः अन्यदृश्यः अस्ति तर्हि यः कार्यं करोति तस्य किमर्थं द्वितीया विभक्ति सः अपि कर्ता एव खलु हा तत्र तु केचन धातूनां कृते एव न सर्वेषां धातूनां कृते नास्ति केचन धातूनां धातूनां कृते द्वितीया विभक्तौ भवति अन्यत्र तृतीया विभक्तौ भवति केचन धातूनां प्रयोगः विषयः एव भवति इति चिन्तयामि अतः तेन प्रत्यवसानार्थम् अनन्तरं किमस्ति शब्दकर्म कर्मकाणां अनिकर्ता सणौ तत्र प्रायः प्रयोगः एतादृशः अस्ति तत्र अकर्मकधातूनां कृते तत्र द्वितीया भवति अस्मात् कारणात् सूत्रं रचितं परन्तु सामान्यरीत्या तु तृतीया एव भवति प्रयोज्यकर्तुं इच्छा सामान्यरीत्या इति नास्ति गतिबुद्धि गत्यर्थक बुद्ध्यर्थकः प्रत्यवसानार्थ अकर्मकाणां द्वितीया भवति न चेत् तृतीया इति उक्तम् तत्र केषाञ्चन विषये एव तत्र तृतीया भवति अन्येषां विषये सामान्यरीत्या इति तस्मिन् नास्ति चेत् तृतीया एव भवति पश्यामः Thank you. क्षम्यतां, तत्र मम कनेक्षन् भग्नः जातः. अहं तु वदन्ती आसम्. कुतः पर्यन्तं श्रुतम्? किं श्रूयते वा? इदानीं श्रूयते. कुतः पर्यन्तं, कुतः पर्यन्तं श्रुतम्? अत्र कर्तृसंज्ञा अपेक्षितमिति भवत्या उक्तं. कर्तृसंज्ञा अपेक्षितम् अपेक्षितमिति भवत्या उक्तं. कदा उक्तम्? तत्र निजन्तत्रिप्रकारकनिच् प्रत्ययः इति तत्सर्वं न श्रुतं वा? न. ओ अस्तु. तत्र सनाद्यन्तदातवः इति किमपि न श्रुतं भगिनि. शुभदा भगिनी यदा उक्तवती तस्मात् अनन्तरं भवत्याः ध्वनिः अपगच्छति. अस्तु अस्तु. तर्हि हेतुमती च इत्यस्य विषये श्रुतं वा? न. तदपि न श्रुतं भगिनि. तदपि न श्रुतम् इत्युक्ते तत्र दशनिमिषपर्यन्तं यद् मया उक्तं तत् किमपि न श्रुतम्. अस्तु, पुनः वदामि. तर्हि तत्र णिच् प्रत्ययः हेतुमती च इति सूत्रेण विधीयते. सर्वेभ्यः धातुभ्यः णिच् प्रत्ययः हेतुमती च इति सूत्रेण विधीयते. यदानीं यत्र तत्र यत्र व्यापारः हेतुमान् अस्ति, इत्युक्ते प्रयोजककर्ता हेतुः भवति तादृशव्यापारस्य. कीदृशव्यापारः इत्युक्ते प्रेषणादिक्रिया, तादृशव्यापारः यत्र भवति तत्र हेतुमति च इत्यनेन निच् प्रत्ययः भवति. इदानीं व्यापारः प्रेषणादि, प्रेषणादिः इत्युक्तं. प्रेषणादिव्यापारः इत्युक्ते तत्र प्रेषण इत्युक्ते आज्ञा भवितुमर्हति, अथवा अध्येषण प्रवर्तन समानस्य अथवा अधिकस्य प्रवर्तन अध्येषण सम्मतिः अनुमतिः भवितुमर्हति, उपदेशः अपि भवितुमर्हति, इत्यादयः भवितुमर्हति. एतादृशसन्दर्भेषु तत्र णिच् प्रत्ययः विधीयते. तर्हि इदानीं तत्र णिच् प्रत्ययः सनादिप्रत्ययेषु अन्यतमः. णिच् प्रत्ययस्य योजनेन नूतनधातुः लभ्यते सनाद्यन्तादातवः इति सूत्रेण इति ज्ञायते. तर्हि णिच् प्रत्ययः कुत्रचित् प्रातिपदिकेभ्यः विधीयते, कुत्रचित् धातुतः विधीयते. यदा प्रातिपदिकेभ्यः णिच् प्रत्ययः विधीयते तदानीं नामधातुः इति वयं वदामः. तस्य अध्ययनम् अस्मिन् करपत्रे न भवति. अपि च केचन धातुतः तत्र धातुभ्यः अपि णिच् प्रत्ययः विधीयते. तत्तु चुरादिगणे अस्माभिः दृष्टं. स्वार्थे णिच् प्रत्ययः विधीयते. अनन्तरं प्रेरणार्थे अपि णिच् प्रत्ययः विधीयते हेतुमती च इति सूत्रेण. तत्र प्रक्रियायां त्रीणि प्रमुखसूत्राणि सन्ति इति वयं जानीमः. यतोहि चुरादिगणे अपि अस्माभिः अधीतमासीत् अचोयनिति, अतोपदायाः उगन्तलघुपदस्य च इति. धातुः अजन्तः वा हलन्तः वा इति द्रष्टव्यम्. अजन्तधातुः अस्ति चेत् अचोयनिति इति सूत्रेण अन्तिमवर्णस्य वृद्धिः भवति निचि परे. हलन्तधातुः अस्ति चेत् उपदायं कः वर्णः, ह्रस्वकारः अस्ति चेत् वृद्धिः भवति अतोपदायाः इत्यनेन. लघु इक्वर्णः अस्ति चेत् पुगन्तलघुपदस्य च इत्यनेन गुणः जायते इति सर्वं जानीमः. अत्र चुरादिगणे एकः विशेषः वर्तते. चुरादिगणे तु स्वार्थे निष्प्रत्ययः भवति, सर्वदा भवति. तर्हि इदानीं तत्र प्रेरणार्थस्य विषये विवक्षा अस्ति चेत् तदानीं पुनः द्वितीयवारं निष्प्रत्ययः भवति. प्रथमवारं णिच् प्रत्ययः यदा भवति तदानीं चोरि इति धातुः लभ्यते. तादृशधातुतः द्वितीयवारं णिच् प्रत्ययः यदा भवति प्रेरणार्थे चोरियोगः णिच् इति अस्ति. तर्हि एतादृशसन्दर्भे तत्र द्वितीयवारं यः प्रेरणार्थे यः णिच् प्रत्ययः विहितः सः अर्धधातुकप्रत्ययः अस्ति. अपि च तस्य इडागमस्य प्रसक्तिः नास्ति. एतादृशसन्दर्भेषु पूर्वतनणिच् प्रत्ययस्य लोपः भवति नेरनिटि इति सूत्रेण. अतः पुनः चोरि इत्येव धातुः लभ्यते. तर्हि चोरयति इत्येव रूपं, स्वार्थे वा भवतु प्रेरणार्थे वा भवतु चोरयति इत्येव रूपमस्ति. अनन्तरं तत्र प्रक्रियाचिन्तनम् इत्यत्र अस्माकं प्रक्रियासौलभ्यार्थं धातूनां विभजनं भवति. अजन्तधातुः हलन्तधातुः इति इदानीमेव उक्तं. तादृश विभजनेन तत्र प्रक्रियायां सौलभ्यं भवति. त्रीणि सूत्राणि सन्ति इत्युक्तं खलु. तर्हि कुत्र किं कार्यं भवति इति सम्यक्तया अवगन्तुं शक्नुमः. धातूनां विभजनं क्रियते चेत् तर्हि इदानीम् अजन्तदातवः इति आरभ्य पठामः. लक्ष्मी भगिनी पठति वा? भगिनि, अस्माकं चर्चा तत्र तस्मिन् किमर्थं तत्र स्वतन्त्रकर्ता इदानीं मास्तु भगिनि. इदानीं गृहपाठरूपेण चिन्तयित्वा सम्यक्तया चिन्तयित्वा समीचीनम् अस्ति वा इति अग्रिमसप्ताहे भवती एव प्रतिपादयति. मम दोषः पृच्छामि न, भवती इच्छति चेत् प्रतिपादयतु. तत्र आरभ्य अजन्तदातवः इति आरभ्य. अजन्तधातवः, आकारान्तधातवः, पुकागमसहिताः ण्यन्तधातवः, अर्ति ह्रि प्ली रि ग्नुयि क्ष्मायातां पुग्नौ, ऋ ह्रि व्लि रि ग्नुयि क्ष्मायि एभ्यः धातुभ्यः, अपि च आकारान्तधातुभ्यः पुक् आगमः भवति णिच् प्रत्ययपरे. येषां धातूनां पुक् आगमः नौ नि इत्यस्य सप्तम्यन्तं, नि इत्युक्ते णिच् इत्यतः णिच् प्रत्यये परे इत्यर्थः. आद्यन्तौ टकितौ इत्यनेन धातुः परम् आयाति अयं पुगागमः. पुक् इत्यस्मिन् ककार उकार इत्यनयोः इत् संज्ञा लोपश्च केवलं पकारः अवशिष्यते. अर्तिश्च ह्रीश्च व्लीश्च रीश्च ग्नुयिश्च क्ष्मायिश्च आच्च तेषाम् इतरेतरद्वन्द्वः अर्तिह्रीव्लीरीग्नुयीक्ष्मायात्तः तेषाम् अर्तिह्रीव्लीरीग्नुयीक्ष्मायातां षष्ट्यन्तं, पुक् प्रथमान्तं, नौ सप्तम्यन्तं. त्रिपदम् इदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अर्तिह्रीव्लीरीग्नुयीक्ष्मायातां अङ्गानां पुक् नौ. अत्र सर्वेषां धातूनां कृते यदा प्रभेदाः कृताः, अजन्तधातुषु आकारान्तधातवः स्वीकृताः. अत्र यत्र पुगागमः भवति निच् परे अस्ति तस्मिन् सन्दर्भे यत्र पुगागमः भवति तस्य विषयः अत्र उक्तमस्ति. अर्तिह्रीव्लीरि क्नुयि क्ष्मायातां पुग्नौ इति सूत्रम् अस्ति. तस्य अर्थः अस्ति केचन धातवः इत्युक्ते ऋ ह्रि व्लि रि ग्नुयि क्ष्मायि तथा आकारान्तधातुभ्यः एतेभ्यः धातुभ्यः तथा आकारान्तधातुभ्यः च पुक् इति आगमः भवति यथा णिच् परे अस्ति इति सूत्रार्थः अस्ति. इत्युक्ते णिच् परे अस्ति चेत् तत्र प्रेरणार्थः अस्ति. यत्र प्रेरणार्थकः वाक्यं रचयामः तस्मिन् सन्दर्भे आकारान्तधातूना धातुभ्यः परः तथा एतेषां धातूनां परे च ऋ ह्रि व्लि रि क्नुयि क्ष्मायि एतेभ्यः धातुभ्यः परे च पुक् आगमः भवति. इत्यपि धातुभ्यः पुक् आगमः भवति इति उक्तमस्ति. अत्र पुक् इति कित् अस्ति, तेन आगमः इति सूचना अस्ति. आद्यन्तौ टकितौ इत्यनेन धातोः परम् आयाति, धातोः अनन्तरं पुक् इति आगमः भवति. पुनः अनुवृत्तिसहितसूत्रमस्ति अर्तिह्रीव्लीरि ग्नुयि क्ष्मायातां अङ्गानां पुक् नौ. नौ इत्युक्ते निचि परे, निच् इति एव ग्रहणं भवति. केवलं निच् निच् परे अस्ति चेदेव एतादृशकार्यं भवति, पुक् आगमः भवति इति अर्थः अस्ति. अन्य किमपि नास्ति. सम्यक्. उकारः उच्चारणार्थं, हा, कुक् इति उकारः उच्चारणार्थं, पकारककारयोः इत्संज्ञा लोपः च भवति. न, पकारः तिष्ठति, ककारः अपगच्छति. किञ्चित् इति कृत्वा एव तत्र आदौ आयाति खलु अन्ते न आदौ आयाति अन्ते अन्ते धातोः अन्ते क्षम्यतां धातोः अन्ते आयाति अर्ति ह्री व्ली री क्नुयि श्मायातं पुम्नौ इति सूत्रं तु पूर्वमपि पठितं खलु सुरादिगणे अपि पठितमस्ति पठितं तत्र तु केवलम् आकारान्तधातुः एव एकः आसीत् ज्ञा इति परन्तु अस्मिन् करपत्रे तु ऋ ह्री व्ली री क्नुयि श्मायि एतेषामपि अध्ययनं भवति अस्तु तर्हि इदानीम् अग्रे गच्छामः तर्हि इदानीम् अग्रे क्षम्यतां तत्र पूर्वस्मिन् कक्षायां तत्र नेरनटि इत्यस्य एकः प्रश्नः आसीत् न भवती दृष्टवती तत्र अनट् किम् अनट् किमर्थम् उक्तः अस्ति यदि अनट् नास्ति सूत्रे नेः लोपः अनटि अर्थदापि तत्र चिन्तितं कुत्र वदामि वा सम्यक् वा न वदति वा भगिनि वदतु भवत्याः ध्वनि मध्ये मध्ये कट् कट् भवति एवं वा अधुना कथमस्ति भगिनि इदानीं सम्यक् अस्ति मध्ये हा तत्र न पूर्वस्मिन् कक्षायां भवत्याः प्रश्नः आसीत् अनिट् इति नास्ति चेत् तत्र सूत्रे तत्र कः दोषः भवति इति मया चिन्तितं तत्र यदि अनिट् नास्ति आर्धधातुकप्रत्यये परे तु इडागमस्य चिन्तनं भवति अतः तत्र इडागमः भवति चेत् तत्र सूत्रस्य कार्यमेव व्यर्थं भवति यतोहि तत्र इकारस्य लोपः करणीयः एव तत्र यदि अनिट् नास्ति पुनः वदतु अनिट् नास्ति चेत् इडागमः भवितुम् अर्हति इकारः मध्ये आगच्छति अतः तत्र इकारस्य लोपः इति एव तस्य सूत्रस्य कार्यमस्ति यदि अनिट् नास्ति इति इडागमस्य अनुकूलः प्रत्ययः भवेत् चेत् प्रत्ययस्य पूर्वम् इकारः पुनः आगच्छति अतः तत्र सूत्रस्य कार्यमेव व्यर्थं भवति किन्तु भगिनी अत्र आर्धधातुक इति पदस्य एव आवश्यकता इति प्रश्नः आसीत् इति आर्धधातुके किमर्थं तत्र आर्धधातुके किमर्थम् आर्धधातुके किमर्थं तद् आर्धधातुके किमर्थम् इति प्रश्नः आसीत् न तु अनिति किमर्थम् अस्तु आर्धधातुके किमर्थम् उक्तम् अस्तु अस्तु चिन्तयामि भगिनि अग्रे गच्छतु अस्तु तर्हि इदानीम् अग्रे गच्छामः सूर्यकुमारी भगिनी अग्रे पठति वा आं भगिनि सामान्येषु चुरादिगणीयधातुषु ज्ञाधातुः एकैव आकारान्तधातुः स च अस्माभिः दृष्टः इदानीं प्रेरणार्थकनिच्य आकारान्ताः यथा धा ध इति निचि इत्यस्मिन् नकार चकार इत्यनयोः इत् संज्ञा पुक् इत्यस्मिन् ऊ ख इत्यनयोः इत् संज्ञा लोपच्च इत्संज्ञकवर्णाः उक्तमस्ति तत्र उदाहरणमस्ति दायोगः निच् आकारान्तधातुः अस्ति दायोगः अर्ति ह्री व्रि क्नुयि क्षाम्यातां पुङ्नौ इति सूत्रेण आकारः अस्ति चेत् निच् प्रत्यये परे अस्ति चेत् पुक् आगमः भवति दायोगः पकारयोगः निच्छि प्रत्ययस्य निरनुबन्धरूपम् इ एव अवशिष्यते वर्णमेलनेन दापि भवति दापि अधुना धातुसंज्ञा भवति सनाद्यन्ता धातवः इत्यनेन दापियोगः लट् लट्लकार विवक्षया थी प्रत्यय परः भवति कर्तरि सेप् इत्यनेन दापि नूतनधातुः औपदेशकधातुः नास्ति आतिदेशकधातुः अस्ति गणनिमित्तं नास्ति कर्तरि सेप् इत्यनेन सेप् आयाति दापि योगः सेप् योगः ति दापि योगः आयोगः ति सार्वधातुकप्रत्यय अस्ति चेत् गुण भवति दापे योगः आयोगः ति यचोयवायावः इत्यनेन दापय योगः ति दापयति भवति तदेव धातु अपि धापयति भवति तदेव सम्यक् तर्हि दापयति इति रूपं तु प्रसिद्धमस्ति वयं जानीमः दा इति आकारान्तदातुः धा इत्यपि आकारान्तदातुः उभयत्र निष्प्रत्यये परे अर्ति ह्री व्लीवी नुयिष्मायातां पुङ्नौ इति सूत्रेण पुगागमः भवति इति कृत्वा धातोः अन्ते पुक् आयाति तत्र पुक् इत्यत्र पकारः एव अवशिष्यते इति कृत्वा दापि इति नूतनधातुः दापयति इति रूपं समीचीनम् इदानीम् अग्रे मीना भगिनी अग्रे धातुपाठे यावन्तः आकारान्तदातवः तेषां सर्वेषां पुगामो पुग् आगमो भवति देयं यत् दापि धापि इव पाठि लेखि अपि च कोऽपि निजन्तः सनात्यन्तदातवः इति सूत्रेण धातुसंज्ञा प्राप्नोति यत्र धातुः जातः तत्र विवक्षायां लट् लोट् लङ् विधिलिङ् लकारः विधीयन्ते तेषां स्थाने तिङ् प्रत्ययः तदा कर्तरि शप् इत्यनेन शप् विहितः अन्ते वर्णमेलनेन तिङन्तरूपं निष्पन्नम् दापि इत्यादयः निजन्तदातवः नूतनतया धातुसंज्ञा यदि न प्राप्स्यात् तर्हि तिबादेः तिङ्प्रत्ययाः विहिताः न अभविष्यन् अत्र दापि इत्यादयः निजन्तदातवः नूतनतया धातुसंज्ञा यदि न स्यात् तर्हि तिबादेः तिङ्प्रत्ययाः विहिताः न अभविष्यन् यत्र धातु धा धातु इव अन्यधातवः पट् धातु लिक् धातु ते अपि निजन्तदातवः निजन्त रूपेण सनात्यन्तदातवः इति धातुसंज्ञा प्राप्नोति तत्र धातु इदानीं धातुसंज्ञा कृत्वा लट् लोट् लङ् विधिलिङ्लकारः आगच्छति तत्र तिप्रत्ययः सार्वधातुकप्रत्ययः चेत् कर्तृशप् इत्यनेन शप् प्रत्ययः आगच्छति अत्र तिङन्तरूपं भवति तत्र लट् लोट् लङ् विधिलिङ्ग गणनिमित्तक विकरणप्रत्ययः आगच्छन्ति दापि इत्यादयः निजन्तदातवः नूतनतया धातुसंज्ञा यदि न स्यात् तर्हि तिबादयः तिङ्प्रत्ययाः विहिताः न अभविष्यन् तत्र किं तत्र वदति तत्र यदि दापि निजन्तदातवः धातु नूतनधातुसंज्ञा भवति तत्र यदि न भवति तत्र तर्हि तिबादेः तिङ्प्रत्ययाः विहिताः न यदि धातु न भवति तिङ्प्रत्ययः न भवति किल वा भगिनि धातुसंज्ञाविधानार्थम् एतावता भुवादयो दातवः इति सूत्रमेव पठितम् तर्हि इदानीं तत्र निष्प्रत्ययः विधीयते चेत् तर्हि तत्र एक तत्र शब्दस्वरूपं जायते. इदानीं पट्योगः निच् इति चेत् पाटि इति शब्दस्वरूपं जायते. तस्य धातुसंज्ञा नास्ति चेत् तदानीं तिङ्प्रत्ययः तस्मात् न विधीयते, यतोहि तिङ्प्रत्ययः धातुभ्यः एव विधीयन्ते. अपि च तत्र कर्तरिषप् इति सूत्रस्य अपि प्रसक्तिः न भवति, न भवति, धातुतः एव शप् भवति. यस्य कस्यापि विकरणप्रत्ययस्य विधानं न शक्यते, अतः तिङन्तरूपमेव न लभ्यते धातुसंज्ञा नास्ति चेत्. अतः सनाद्यन्ता धातवः इत्यनेन धातुसंज्ञा अपेक्षिता भवति. तदानीमेव तत्र आर्धधातुकप्रत्ययः वा भवतु, सारधातुकप्रत्ययः वा भवतु, न केवलं तिङन्तम्. इदानीं पाटी इत्यस्मात् प्रत्ययः भवतु अथवा यः कोऽपि प्रत्ययः भवतु, तत्र धातुसंज्ञा नास्ति चेत् आर्धधातुकप्रत्ययः वा सारधातुकप्रत्ययः वा न भवति एव. दापि इकारान्तधातुः अस्ति, शपः परत्वात् दापि योगः सार्वधातुकार्धधातुक इत्यनेन गुणः दापे एचो योगः इत्यनेन अयादेशः दापै योगः दापय इति अङ्गम् इदानीम्. एवमेव निजन्तदातवः सर्वे इकारान्तदातवः. किमर्थमिति चेत् निच् प्रत्यय ई एव अवशिष्यते, तस्मात् पाठि लेखि गमीन् निन्दि क्षालि, अतः सर्वत्र अयमेव चिन्तनक्रमः. अग्रे गत्वा अस्मिन् करपत्रे बोध्यं यत् सर्वत्र धातोः व्युत्पत्त्यनन्तरं सार्वधातुकार्धधातुकयोः एचोयवः इत्याभ्याम् अङ्गम्, तदा तिङः योजनेन तिङन्तपदं निष्पन्नम्. तत्र निजन्तप्रत्ययोजनानन्तरं सर्वे धातवः इकारान्तः धातवः भवति, पाटिलेखि गमे इत्यनेन. तदनन्तरं सर्वत्र सार्वधातुक कर्तर्त्रे तिप् भवति, तस्मात् शपायाति, तस्मात् सार्वधातुक अर्धधातुक इति सूत्रेण, तदनन्तरम् एचमयावः इति सूत्रमपि भवति. अनन्तरं तत् योजनेन तिङन्तपदं भवति, यदि पाटि योजः पाठयति पाठयति पाठयति लेखयति इति अनेन तादृशमेव. भगिनि अग्रे पठामि वा? धन्यवादः भगिनि, धन्यवादः, सम्यक्. तर्हि इदानीम् अग्रे गच्छामः. एजन्तदातवः इति तत्र शुभदा भगिनी पठति वा? आं भगिनि पठामि, क्षम्यता. एजन्तधातवः सर्वे आकारान्तधातवः भवन्ति. आदे च उपदेशेषिति उपदेशे एजन्तस्य धातोः आत्वं न तु शिति, येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः, अलोन्त्यस्य इत्यनेन अन्त्यस्य अलः स्थाने, एच् इत्यनेन ए ऐ ओ औ इति, ष इति यस्य सह षित् न षित् अषित् तस्मिन् विषये अशिति, नय तत्पुरुषः आत् प्रथमान्तम् एचः षष्ठ्यन्तम् उपदेशे सप्तम्यन्तम् अशिति सप्तम्यन्तम् अनेकपदमिदं सूत्रम्. लिटिधातोरनभ्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् एचः धातोः आत् उपदेशे अशिति. अत्र एजन्तधातवानां धातूनां कृते कः विधिः भवति इत्यस्य विवेचनमस्ति. एजन्तधातवः सर्वे आकारान्तधातवः भवन्ति इति कथम् एतद् भवति इति आदे च उपदेशेषिति इति एकं सूत्रमस्ति. एतत् सूत्रं वदति उपदेशे ये धातवः एजन्ताः सन्ति एच् इत्यनेन ए ओ ऐ औ इत्यस्य ए ऐ ओ औ इत्यस्य इत्यस्य विधानं भवति एच् इति प्रत्याहारे ए ऐ ओ औ इति वर्णाः इति स्वराः भवन्ति तेन ये धातवः एते स्वराः यस्य धातु येषां धातोः अन्ते भवन्ति ते एजन्तधातवः एजन्तधातुः तदनन्तरं यदा अशित् प्रत्ययः भवति प्रत्ययः यस्मिन् शकारस्य संज्ञा न भवति इति अशित् इति प्रत्ययः तदा एजन्तधातोः अन्तिम अलः स्थाने आ इति आत्वं भवति इति सूत्रं वदति अत्र अलोन्त्यस्य इत्यनेन अन्त्यस्य अलः स्थाने इति आत्वं भवति इति तस्य आशयः येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः भवति आत् आत् एचः इति उक्तमस्ति एचः इत्यनेन एजन्तः इति विधि तदन्तविधिः भूत्वा तत्र एजन्तः इति तस्य निर्देशः भवति अतः आहत्य अनुवृत्तिसहितसूत्रं वदति ये एजन्तधातवः सन्ति उपदेशावस्थायां ये धातवः एजन्तः सन्ति तेषाम् अन्तिम अलः स्थाने अन्त्यस्य अलः स्थाने आत्वं भवति अशिति प्रत्यये परे नाम ये प्रत्ययाः शित् न भवन्ति तेषां कृते तावदेव समीचीनं भगिनि तर्हि क्षम्यतां वदतु अत्र आत् इति तपरकरणं नास्ति उच्चारणार्थः केवलं तावदेव खलु आत् इति उच्चारणार्थम् आकारस्य तपरकरणं न भवति न भवति हा अस्तु तपरकरणं नास्ति चेत् किं भवति तत्र आ एच् इति भवति तत्र वृद्धिः भवेत् चेत् तत्र ऐच् इति भवेत् तदानीं तथा भवति चेत् क्लेशः खलु क्लेशः भवति आम् इति कृत्वा पञ्चमी अपि नास्ति पञ्चमी अपि नास्ति पञ्चमी नास्ति नास्ति यतोहि आ इत्येव आदेशः एचः स्थाने आ भवति इति अतः उच्चारण अस्तु लुप्तप्रथमाङ्कं भवेत् वा तत्र आत् इति उच्चारणेन लुप्तप्रथमान्तं किमर्थम् आत् इति आदेशः अस्ति आ इति विधीयते अन्तिम अन्त्यस्य अलः स्थाने तत्र आदेशः अस्ति इति कृत्वा तस्य प्रथमा विभक्तिः भवेत् परन्तु आ इत्यस्य आत् इति दत्तमस्ति तत्र प्रथमा विभक्तिः स्पष्टरीत्या उक्तं नास्ति अतः लुप्तप्रथमाङ्कं भवेत् वा इति एकं चिन्तनम् किमर्थं प्रथमाविभक्तिः न उक्तम् आत् तत्र तपरकरणं कृतं चेत् प्रातिपदिकं किम् अस्ति तत्र आ इति एव प्रातिपदिकं न तपरकरणं कृतं खलु तपरकरणं सहितं तत्र प्रातिपदिकं किं भवति आत् इति एव आत् इति एव प्रातिपदिकं तर्हि आत् इत्यस्य प्रथमाविभक्तिः का परन्तु अत्र तपरकरणं नास्ति इति वयं चिन्तितवन्तः तपरकरणं नास्ति खलु अत्र तपरकरणं नास्ति चेत् प्रातिपदिकं किम् अस्ति अत्र आ इत्यस्य पञ्चमी का अह परन्तु अत्र अह इति नास्ति खलु पञ्चमी नास्ति आ इत्यस्य प्रथमाविभक्तिः आ एव परन्तु अत्र आ इत्यपि नास्ति आत् इति अस्ति खलु आत् इति अस्ति तर्हि तत्र तकारः किमर्थम् तपरकरणमेव खलु स्पष्टप्रतिपत्त्यर्थम् हा स्पष्टप्रतिपत्यर्थम् इति अस्ति, तर्हि तत्र तपरकरणमेव अस्ति खलु. परन्तु तपरकरणमस्ति, आवश्यकता नास्ति. यद्यपि आवश्यकता नास्ति, तत्र किमर्थम् उक्तम् इति चेत् तत्र सूत्रं सम्यक्तया अवगच्छतु इति कृत्वा स्पष्टीकरणार्थम् उक्तम्. तत्र लुप्तप्रथमान्तम् इति अवगतं वा? लुप्तप्रथमान्तकं नास्ति तत्र. लुप्तप्रथमान्तकम् आ एव प्रथमाविभक्तिः भवति. किम् अस्ति लुप्तप्रथमान्तकं भगिनि? न अवगच्छामि. इत्युक्ते विभक्तिः न श्रूयते, विभक्तिः न श्रूयते, तादृशं नास्ति अत्र. न श्रूयते इत्युक्ते अव्ययं तादृशं वा? न, बहुषु सूत्रेषु षष्ठी इत्यस्य स्थाने विभक्ति न भवति. लुप्तषष्टिकम् इति आगच्छति, तादृशं वा? तादृशं सत्यं, तथा नास्ति अत्र इति. अस्तु भगिनि, तत्र अशिते इति प्रत्यक्षप्रतिषेधः वा पर्युदासः वा तत्र? हा अस्तु भगिनि, वंशी भगिनी आगच्छतु, भवती वदतु अत्र किम् अस्ति इति. तत्र अशिते इति अहं चिन्तयामि, तत्र तु प्रसच्छप्रतिषेधः अस्ति, उत्तरपदेन न इति नास्ति, अतः तत्र षित् भवेत् वा न भवेत् तत्र क्रियया अन्वयति, अतः तेन कारणेन उपदेश अवस्थायाम् इति एजन्तधातुः अस्ति, तत्र आकारः भवतु इति मम चिन्तनमस्ति. प्रसज्यप्रतिषेधः, प्रसज्यप्रतिषेधः उत्तरपदेन नै नास्ति इति निर्णयः कथं कृतः भवत्या? क्रियया नै इति भवति, तत्र अशिति न भवेत् एव अन्वयः भवति वा तत्र? कथं निर्णीतम्? कथं एवम् अन्वयः भवेत् इति कथं निर्णीतम्? तत्र उपदेशे इति उक्तं किल, उपदेशे अवस्थायाम् इति उक्तं, तस्मात् कारणात् तत्र उपदेशावस्थायां तु किमपि प्रत्ययस्य योजनं न भवेत्, अतः तत्र प्रत्ययः किं किम् उपदेशावस्थायां, किम् उपदेशावस्थायाम्? अनैमित्तिककार्यमस्ति न उपदेशावस्था तु अनैमित्तिक. उपदेश कस्य? उपदेशावस्थायां कस्य? एजन्तधातु, एजन्तधातोः न उपदेशे एजन्तस्य धातोः आत्वं भवति, न तु शिति इति. न, इदानीम् उपदेशे इति कस्य विशेषणम्? धातुः एव उपदेश अवस्थायां यदि धातु एजन्तधातु अस्ति तस्य सूत्रे अनुवृत्तिसहिते सूत्रे किम् उक्तम्? ओ उपदेशे अशिति इति उक्तं, परन्तु तत्र परन्तु उपदेशे तु शुक्ति इत्यस्य अन्वयः भवति, परन्तु उपदेशे अशित् इति पर्युदासः भवेत् खलु, न तु प्रसज्यः. उपदेशे इति विषयसप्तमी अस्ति न, तत्र तु एजन्तधातु उपदेश अवस्थायाम् इति विषयसप्तमी अस्ति. सम्यक् सम्यक्, उपदेशे इति विषयसप्तमी अस्ति, उपदेश अवस्थायाम् इति. तस्मात् एजन्तधातोः उपदेश अवस्थायाम् आत् स्यात् अशिति. आम् सत्यं, तत्र पर्युदासः एव मम चिन्तनम् अस्ति. समीचीनं वा इति मम प्रश्नः. पर्युदासः इत्यस्य कः अर्थः? न क्षमितं, प्रसज्यप्रतिषेधः, क्षमितम्, अपवादः. प्रसज्यः नास्ति अत्र, पर्युदासः भवेत्. पर्युदासः इति शुभदा भगिनी पर्युदासः इति वदति, वंशी भगिनी प्रसज्य इति वदति, अन्य कोऽपि अन्यत् तत्र विजया भगिनी अपवादः इति उक्तवती, अपवादः इति उक्तवती. कस्य अपवादः? कस्य अपवादः? प्रसज्यप्रतिषेधस्य अपवादः वा? इदानीं तत्र शुभदा भगिनी वदतु, प्रसज् पर्युदासः इति किमर्थम् उक्तं? पर्युदासः इत्यस्य कः अर्थः इति भवती वदतु. पर्युदासः मम चिन्तनम् अस्ति पर्युदासः इति इत्युक्ते तद् तद्भिन्न तत् सदृश भवति चेत् पर्युदासः नाम अत्र यदा क्रियायाः प्रतिषेधः भवति तत् प्रसज्यः प्रतिषेधः भवति यत्र क्रियायाः प्रतिषेधः न भवति परन्तु यः नाम अस्ति न तु क्रिया तस्य प्रतिषेधः भवति चेत् तत्तु पर्युदासः अत्र अशिति इति अशिति इति उक्तमस्ति नाम अशित् प्रत्ययः नाम षित् भिन्नप्रत्ययः कोऽपि अन्यप्रत्ययः भवेत् परन्तु षित् भिन्नः भवेत् तत् सदृशः तद्भिन्नः भवेत् अतः पर्युदासः अत्र प्रत्ययस्य प्रत्ययः एव न भवेत् इति न उक्तं तत् उक्तं चेत् तत्र प्रसज्यः प्रतिषेधः भवेत् प्रतिषेधः भवेत् इति मम चिन्तनं क्रियायाः प्रतिषेधः भवति चेत् यथा सौम्या भगिनी उक्तवती एकस्मिन् वीडियो मध्ये अनश्वः आनय न अनश्वः धावति अश्वः किमासीत् अनश्वः धावति अश्वः न धावति इति अनश्वः धावति नाम अश्वः न धावति परन्तु श्वानः श्वानः धावति गर्दभः धावति इत्यपि भवेत् परन्तु अश्वः न धावति इत्यस्य अर्थः अश्वस्य धावनस्य क्रिया एव न भवति तत्र प्रसज्यप्रतिषेधः परन्तु अनश्वः धावति चेत् तत्र पर्युदासः किमर्थं चेत् कोऽपि अन्यः प्राणी यः अश्वः नास्ति अनश्वः अस्ति सः धावेत् इति तत्र पर्युदा अन्य उदाहरणमपि अस्ति खलु महोदय आब्राह्मणः आनय अब्राह्मण यत्किमपि भवितुमर्हति आब्राह्मण आनय अथवा यत्किमपि तादृशम् उदाहरणं भवितुमर्हति सम्यक् तर्हि इदानीं तत्र शुभदा भगिनी वदति तत्र पर्युदासः इत्युक्ते प्रत्ययः अपेक्षितः इत्युक्ते अत्र सर्वे जानन्ति वा न वा इति न जाने परन्तु पूर्वं चर्चितमासीत् एकवारं यत्र नञ् तत्पुरुषसमासः अस्ति नञ् इत्युक्ते तत्र अधर्मः अब्राह्मणः इत्युक्ते न ब्राह्मणः अब्राह्मणः न धर्मः अधर्मः इति तत्पुरुषसमासः अस्ति नञ् तत्पुरुषसमासः तर्हि तत्र तादृशसन्दर्भं यत्र अस्ति तत्र तस्य अर्थद्वयं भवति व्याकरणे पर्युदासः प्रसज्यप्रतिषेधः इति अर्थद्वयम् तर्हि पर्युदासः इत्यस्य कः अर्थः इति चेत् यत्र पर्युदासः इत्युक्ते यस्य इत्युक्ते तत्र किम् अनश्वः इति वदामः चेत् अनश्वम् आनय इति वदामः चेत् तत्र किं कर्तव्यम् अनश्वः इत्युक्ते न अश्वः न अश्वः न अश्वम् आनय इति अस्ति तर्हि न इति पदस्य अन्वयः कुत्र इति प्रश्नः न अश्वम् आनय इति वदामः चेत् न इति पदस्य आनय इति क्रियापदेन सह अन्वयः वा नो चेत् अश्व इति पदेन सह अन्वयः वा इति प्रश्नः कुत्र न इति पदस्य अन्वयः स्यात् इति द्वेधा भवितुम् अर्हति इदानीम् अहं वदामि अश्वं न आनय इति वदामि चेत् तस्य कः अर्थः अश्वस्य आनयनं मास्तु इति अर्थः खलु अश्वस्य आनयनं मास्तु इति एकः अर्थः यदि अहं वदामि न अश्वम् आनय तत्र न इति पदस्य अन्वयः अश्व इति पदेन सह अस्ति इति वदामि चेत् तत्र किं भवति तत्र भावपदार्थः अस्ति भावपदार्थः इत्युक्ते किम् आनयनम् अपेक्षितं न अश्वम् आनय इति वदामि चेत् तत्र आनयनम् अपेक्षितं तर्हि किं तत्र आनेतव्यम् इति चेत् तत्र अश्वभिन्नम् अश्वसदृशम् आनेतव्यम् अश्वभिन्नं किम् इति चेत् तत्र यः कोऽपि प्राणी भवितुम् अर्हति यथा तत्र भगिनी उक्तवती गर्दभः अथवा गजः यत्किमपि भवितुम् अर्हति कश्चन प्राणिविशेषः आनेतव्यः एतादृशं यत्र अस्ति न अश्व न अश्वम् आनय इत्यत्र न इति पदस्य अन्वयः अश्वम् उत्तरपदेन सह यत्र भवति तत्र भावपदार्थः अस्ति इत्युक्ते आनेतव्यं क्रिया कर्तव्या तर्हि तत्र क्रियायां किं क्रियते इति चेत् अश्वभिन्नं परन्तु अश्वसदृशं क्रिया भवति तर्हि आनयनक्रिया तु भवति आनयनक्रियायाः निषेधः नास्ति आनयनक्रिया तु भवति तत्र परन्तु किम् आनेतव्यम् इत्यत्र विशेषः अस्ति अश्वः न आनेतव्यः परन्तु अश्वभिन्नः अश्वसदृशः आनेतव्यः एतादृशं यत्र भवति न इति पदस्य अन्वयः अश्व इति पदेन यत्र भवति तत्र पर्युदासः इति वयं वदामः पर्युदासः इति वदामः उत्तरपदेन अन्वयः न तु क्रियया आनयनक्रियया अन्वयः नास्ति तत्र पर्युदासः यत्र प्रसज्यप्रतिषेधः इति वयं वदामः तत्र किं भवति इति चेत् न इति पदस्य अन्वयः साक्षात् क्रियया सह भवति अतः न अश्वम् आनय इति यदा वदामः तदानीं न इति पदस्य अन्वयः क्रियया भवति यदा क्रियया अन्वयः भवति तदानीम् अभावः भवति अभावपदार्थः भवति इत्युक्ते कः अर्थः अश्वं न आनय इति अर्थः अश्वं न आनय डोण्ट् ब्रिङ्ग् द हार्स् इति अर्थः डोण्ट् ब्रिङ्ग् द हार्स् द ब्रिङ्गिङ्ग् इस् आब्सेण्ट् देयर् तत्र आनयनस्य अभावः अस्ति अतः प्रसज्यप्रतिषेधे निषेधः अस्ति क्रियायाः निषेधः अतः तत्र आनयनं न क्रियते परन्तु परिदासः इति यदा वयं वदामः तदानीं तत्र भावपदार्थः अत्र क्रिया तु जायते परन्तु तत्र क्रियायां किं तत्र कः पदार्थः अस्ति इति चेत् तत्र नञ् इत्यनेन यस्य अन्वयः भवति तस्य निषेधः अस्ति तर्हि अश्वस्य निषेधः अस्ति अत्र अश्वः न आनेतव्यः परन्तु अन्यत् किमपि अन्यत् किं भवितुमर्हति इति चेत् तत्र यथा न ब्राह्मणम् आनय इति वयं वदामः चेत् न ब्राह्मणम् आनय इति वदामः चेत् तत्र किम् आनेतव्यम् इति प्रश्ने तत्र ब्राह्मणः इत्युक्ते कः इत्युक्ते एकः मनुष्यः अस्ति तर्हि ब्राह्मणः न आनेतव्यः इति चेत् कः आनेतव्यः इति चेत् अन्यः इत्युक्ते क्षत्रियः भवितुमर्हति वैश्यः भवितुमर्हति शूद्रः भवति यः कोऽपि भवितुमर्हति परन्तु मनुष्यः भवेत् तादृशस्य आनयनं स्यात् तदेव तत्र पर्युदासः इति वदामः प्रसच्यप्रतिषेधे तत्र क्रियायाम् अन्वयः इति कृत्वा भावपदार्थः अत्र सादृश्यं न अपेक्षितं यतोहि तत्र न ब्राह्मणम् आनय इति वयं वदामः चेत् तत्र ब्राह्मणभिन्नम् आनेतव्यम् इति नास्ति तत्र ब्राह्मणभिन्नः आनेतव्यः इति नास्ति तर्हि तत्र सादृश्यं न अपेक्षितं यतोहि क्रियाया साक्षात् निषेधः अस्ति ब्राह्मणः न आनेतव्यः तावदेव तत्र डोण्ट् ब्रिङ्ग् द ब्राह्मिन् तावदेव अन्य कोऽपि अर्थः नास्ति तत्र परन्तु यत्र पर्युदासः अस्ति तत्र अन्यः अर्थः अस्ति सः अर्थः कः इत्युक्ते यु हेव् टु डू दि एक्षन् बट् यु डोण्ट् ब्रिङ्ग् द हार्स् बट् ब्रिङ्ग् सम्थिङ्ग् एल्स् सिमिलर् टु हार्स् तत्र सादृश्यम् अपेक्षितं पर्युदासे प्रसज्यप्रतिषेधे सादृश्यं न अपेक्षितं तर्हि इदानीं शुभदाभगिनी शुभदाभगिन्या उच्यते यत् अशिति इत्यत्र पर्युदासः अस्ति इति उच्यते तर्हि पर्युदासः इति चेत् तत्र अशिति इति वयं वदामः चेत् न शिति भवति इति अर्थः एचः धातोः आत् उपदेशे न शिति भवति इति अर्थः न शिति भवति इति यदा वयं वदामः न इति पदस्य अन्वयः कुत्र न भवति इति अत्र अन्वयः वा नो चेत् न शिति इत्यत्र अन्वयः वा शिति इत्यत्र अन्वयः अस्ति चेत् पर्युदासः इति वदामः शिति न भवति इति वयं वदामः चेत् तत्र प्रसज्यप्रतिषेधः इति वदामः इदानीं शुभदा भगिनी वदति तत्र पर्युदासः अस्ति न शिति इति शिति इत्यनेन अन्वयः अस्ति तत्र षित् प्रत्यये परे न भवति परन्तु अन्यः प्रत्ययः अस्ति चेत् भवति षित् भिन्नः कश्चन सदृशः प्रत्ययः अस्ति चेत् भवति षित् इत्युक्ते प्रत्ययः तर्हि षित् प्रत्ययः अस्ति चेत् न भवति परन्तु षित् भिन्नः कश्चन अस्ति चेत् भवति इति शुभदा भगिन्याः आशयः वंशी भगिनी किं वदति इति चेत् न तथा नास्ति पर्युदासः नास्ति परन्तु प्रसज्यप्रतिषेधः अस्ति षित् प्रत्ययः न भवति षित् प्रत्ययः परः अस्ति चेत् न भवति कार्यमेव न भवति तर्हि सूत्रस्य कार्यमेव न भवति षित् प्रत्ययः परः अस्ति चेत् कार्यमेव न भवति इत्यर्थः परिदासः अस्ति चेत् षित् प्रत्ययः अस्ति चेत् कार्यं न भवति, परन्तु षित् भिन्नः अस्ति चेत् कार्यं भवति। तर्हि इदानीं प्रश्नः कः इति चेत्, तत्र शुभदा भगिनी उक्तवती षित् भिन्नः कश्चन प्रत्ययः अस्ति चेत् भवति इति उक्तवती, परन्तु तादृशं स्वीक्रियते चेत् कुत्रचित् दोषः भवति इति वा न उक्तवती, तद् न उक्तवती। कुत्रचित् दोषः भवति इति वा इत्यपि द्रष्टव्यम्, तत्र प्रसज्यः अस्ति वा पर्युदासः अस्ति वा इति निर्णयार्थम् अवगन्तव्यं यत् दोषः भवति वा कुत्रचित्, कुत्रचित् प्रक्रियायां दोषः भवति वा इति आधारेण एव प्रसज्यः वा पर्युदासः वा इति। तर्हि वंशी भगिनी अपि सापि न उक्तवती, शुभदा भगिनी अपि न उक्तवती दोषः कुत्र इति। अतः भवन्तः भवतां पक्षं स्वीकृत्य दोषः कुत्र भवति इति विचिन्त्य आगच्छन्तु। इत्युक्ते सर्वत्र एवं भवति एवं भवति इति वदामः चेत् पर्याप्तं नास्ति, किमर्थम् एवं भवति, कुत्रचित् दोषः भवति वा इति अपि वक्तव्यं, नो चेत् निर्णयः न शक्यते। प्रसज्यप्रतिषेधः इत्यपि अहं स्वीकर्तुं न शक्नोमि, परिदासः इत्यपि स्वीकर्तुं न शक्नोमि, यतोहि कुत्रचित् दोषः भवति वा इति न उक्तम्। सर्वदा एजन्तधातोः आकारः भवति, अनन्तरं यत्किमपि प्रत्ययः आयाति चेदपि प्रथमं तु एतदेव भवति। हा, इति तु वास्तवं वदति भवती, तत्र क्लेशः नास्ति, तदेव अशीति न न, परन्तु तस्य तत्र नञ् इत्यस्य कः अर्थः इत्येव प्रश्नः। तत्र वंशी भगिनी अन्यत्र पठति एतस्मिन् विषये इति कृत्वा अत्रापि सा योजितवती, परन्तु अत्र प्रश्नः अस्ति विजयलक्ष्मी भगिनी, तत्र यद्भवती वदति सरलरूपेण भवती उक्तवती, तत्सर्वं सम्यक्, परन्तु नञ् इत्यस्य कः अर्थः स्वीकृतः अत्र इति प्रश्नः। तदाधारेण प्रक्रियायां भेदः भवति, तत्र पर्युदासः अस्ति चेत् प्रक्रियायां भेदः अस्ति, प्रसज्यप्रतिषेधः अस्ति चेदपि प्रक्रियायां भेदः भवति। अतः तत्र कीदृश नञ् इति वक्तव्यं, प्रसज्य वा परिदासः वा इति वक्तव्यं, तदर्थं दोषः कुत्र भवति इत्यपि द्रष्टव्यम्। अस्तु भगिनि, अग्रिमकक्षायां भगिनि, अस्तु इदानीम् अग्रे गच्छामः। तर्हि विजयलक्ष्मी भगिनी भवत्येव अग्रे पठतु। अस्तु, कुत्र स्मः एजन्तधातवः? सूत्रं पठित्वा महान् चर्चा, महती चर्चा जाता। यथा इदानीं यथा ग्लै इत्यस्य ग्ला, अत्र पश्यतु किमपि नास्ति, केवलं ग्लै इति उपदेशे उपदेशावस्थायाम् एजन्तधातुः, तस्य एवमेव ग्लै इत्यस्य ग्ला इति भवति। तदेव तेन किं सर्वदा ग्लै इत्यस्य ग्ला भवति एव इति अर्थः। न, तत्र पर्युदासः वा प्रसज्यप्रतिषेधः इति न उक्तवती भवती, एतादृशनिर्णयः कथं तत्र कृतः? अत्र सर्वदा भवति इति तु तत्र दृष्ट्वा, उदाहरणं दृष्ट्वा वदति। षित् इत्यस्य आवश्यकता नास्ति, एवमेव एजन्तधातोः आकारः भवति इति। मम प्रश्नस्य उत्तरं न दत्तवती, प्रसज्यप्रतिषेधः वा परिदासः? न षित्, अतः प्रसज्यप्रतिषेधः न षित् इति प्रसज्यप्रतिषेधः नास्ति। षित् इत्यस्य आवश्यकता नास्ति, षित् इति भवतु वा न भवतु वा इति अर्थे अस्ति खलु? न, प्रसज्यप्रतिषेधः इति वदति वा? आम्, प्रसज्यप्रतिषेधः चेत् नञ् इत्यस्य अन्वयः कुत्र? नञ् इत्यस्य अन्वयः षितः। न, प्रसज्यप्रतिषेधे तथा नास्ति, षित् इत्यत्र अन्वयः नास्ति, यथा मया उक्तं खलु अनश्वः न अश्वः इति यदा वदति तदानीम् अश्वभिन्नं किमपि तत्र आनेतव्यं खलु, अश्वभिन्नः आनेतव्यः। अत्र न षित् इति वदति चेत् तत्र अन्यः प्रत्ययः भवेत्, षित् भिन्नः कश्चन प्रत्ययः भवेत्। इदानीं न षित् इति वदति चेत् पर्युदासः भवती वक्तुमिच्छति, परन्तु पर्युदासः तु अत्र न सङ्गच्छते खलु. ग्लै ग्ला इति उदाहरणे तथा न दृश्यते, यथा भवती एव उक्तवती. अतः परिदासः वा प्रसज्यप्रतिषेधः वा इति सम्यक्तया वदतु. तत्तु वंशी भगिनी वदति, अहं तु म्लै इत्यस्य म्ला भवति, ध्यै इत्यस्य ध्या. इदानीं या चर्चा जाता तस्य विषये भवती अवगतवती वा न वा? अवगतवती, परन्तु कस्य पारिभाषिक टर्म् अत्र योग्यत्वं अत्र ऐ थिङ्क् डिस्कनेक्ट् किमर्थम् इति चेत् पर्युदासः वा प्रसज्यप्रतिषेधः वा इत्यस्य आधारेण अत्र निर्णयः कथम् इति भवती न अवगतवती इति प्रायः इति कृत्वा क्लेशः. अस्तु, तस्मिन् विषये इतोपि अग्रिमे सप्ताहे चर्चां कुर्मः. इदानीं भवती तत्र पठतु. मम चिन्तनम् एवम् अस्ति, ऐकारस्य आकारः भवति परन्तु तस्य कारणं षित् इति नास्ति. अस्तु अस्तु, यत्किमपि भवतु, यदस्ति तत् पठतु इदानीं. ग्लै इत्यस्य ग्ला भवति, म्लै इत्यस्य म्ला भवति, ध्यै इत्यस्य ध्या, शो इत्यस्य शा, सो इत्यस्य सा, वे वा भवति, छो छा भवति. अतः निच् प्रकरणे एजन्तधातवः आकारान्ताः एव इति अवगम्यताम्. आकारान्ताः इति कारणतः अर्ति ह्री व्ली रि नुयि क्नुयि क्ष्मायातां पुग्नौ इत्यनेन पुगागमः भवति इति सामान्यनियमः. अतः यथा किमपि न ग्लै इति औपदेशिक अवस्थायाम् एजन्तधातु अस्ति, तस्य विना प्रत्ययस्य विना प्रत्ययेन अपि ग्लै इत्यस्य ग्ला प्रथमं तदेव भवति, अनन्तरम् आकारान्तधातु इति मत्वा निच् प्रत्ययस्य योजनेन अर्ति ह्री व्लि इति सूत्रेण यथा पुग् आगमः भवति, एवमेव अत्रापि पुक् आगमः भवति. यतोहि इदानीम् एतद् आकारान्तधातु इति मत्वा पुगागमः भवति. सम्यक् सम्यक्, धन्यवादः भगिनि. इदानीं समयस्य अभावः इति कृत्वा अग्रे वंशी भगिनी पठतु. आं भगिनि, तत्र तथैव इति अभवत् अभवत् वा? तथैव ग्लै इति तत्र ग्लै योगः निच् आम् ग्लै योगनिच् पठितवती न पठितवती न पठितम् अस्तु. ग्लै योगः निच् तत्र ग्लै इत्यस्य आदे च उपदेशे शिति इति सूत्रेण तत्र ग्ला इति भवति, एकारस्य एजन्तधातोः आकारः भवति. ग्ला योगः निच् इत्यस्मिन् अनुबन्धलोपानन्तरधिकारः अवशिष्यते. ग्ला योगः तत्र यथा तत्र यदा तत्र धातु आकारः धातु भवति अर्थष्टीक्ष्मायात्तां पुनौ इति सूत्रेण तत्र धातोः पुक् आगमः भवति. आद्यन्तौ तकितौ इति कारणेन किप् अस्ति कितेन कारणेन धातोः अनन्तरम् आयाति पुक् इति भवति. ग्लायोगः पुक् योगः इ तत्र पकारः अवशिष्यते, ककारः अपगच्छति उकारः उच्चारणार्थं. ग्लायोगः पायोगः ति ग्लापि इति आतिदेशिकः धातु तत्र नूतनधातु भवति, आतिदेशिकधातु भवति. अतः तेन तत्र सनाद्यन्ता धातवः इति सूत्रेण तत्र यतोहि तत्र निच् सनादिधातु अस्ति, सनाद्यं ताः धातवः सनादिप्रत्ययः अस्ति क्षम्यतां सनादिप्रत्ययः अस्ति तेन कारणेन सनाद्यन्ता धातवः इति सूत्रेण तत्र धातुसंज्ञा प्राप्नोति अपि च तत्र ग्लापि इति सिप् योजनानन्तरं शप् कर्तरि शप् इत्येन शप् मध्ये आगच्छति ग्लापियोगः शप् योगः इति तत्र तत्र ग्लापियोगः आयोगः इति तत्र एचोयवाय हा तत्र क्षम्यताम् इको एनर्जि इति सूत्रेण तत्र ग्लापयति इति रूपं भवति सम्यक् समीचीनं तत्र किमपि नूतनं नास्ति तर्हि इदानीम् अग्रे शोभा भगिनी आं भगिनि इदानीं युक् आगमः पुक् आगमः आगम अपवादः तथैव म्लै ओ क्षमतां तथैव म्लै इदानीं म्लै इति एजन्तधातुः लापयति ध्यै इति ध्यापयति गै इति गापयति रै इति रापयति खै इति खापयति परन्तु केषाञ्चित् एजन्तानां च आकारान्तानां च युक् भवति न तु पुक् तत्र आदेश उपदेशेषिति इति सूत्रेण एजन्तधातौ सर्वे तत्र निच्प्रकरणे एजन्तधातवः आकारान्ताः एव इति अपि उक्तम् एजन्तधातूनाम् आकारान्तरूपं भवति इति किन्तु अग्रे केषाञ्चित् एजन्तानां च आकारान्तानां च युक् भवति न तु पुक् इति पुगागमस्य अपवादसूत्रम् अग्रे आयास्यति समीचीनं सम्यक् भगिनी धन्यवादः इदानीं तत्र कः विजया भगिनी पठति वा सूत्रम् भगिनी एकः प्रश्नः अत्र काशिकायां तु अशिति इति प्रसज्य प्रतिषेधः अयम् इति उक्तमस्ति प्रसज्य प्रतिषेधः एव प्रसज्य प्रतिषेधः अयं तेन एतत् आत्मं नैमित्तिकं प्रागेव प्रत्ययोत्पत्तेः भवति इति अवगतं भगिनि अहमेव उक्तवती सम्यक् तत् सम्यक् अस्ति प्रसज्यप्रतिषेधः इति वंशी भगिनी अपि उक्तवती तावत् पर्याप्तं नास्ति इति अहं वदामि तत्र प्रसज्यप्रतिषेधः इति तत्र काशिककारः अपि निर्णयरूपेण सः उक्तवान् परन्तु तावत् पर्याप्तं नास्ति सः किमर्थं प्रसज्यप्रतिषेधः इति उक्तवान् इति तत्र विचारः करणीयः नो चेत् भगिनी वदति प्रसज्यप्रतिषेधः अहं वदामि पर्युदासः तर्हि तत्र कथं निर्णयः खलु निर्णयः कथम् इत्युक्ते कुत्रचित् दोषः प्रदर्शनीयः इत्युक्ते तत्र शास्त्रेषु वादः इति यदा वादः प्रवर्तते तदानीं पूर्वपक्षः सिद्धान्ती इति भवति तदानीम् एकः एकं वदति अन्यः अन्यः वदति तत्र तर्कः अपि प्रदर्शनीयः तर्कः नास्ति चेत् तत्र अन्यत् किमपि अपि वक्तुं शक्नोति खलु अतः तर्कः कः प्रसज्यप्रतिषेधः इत्यस्य तर्कः कः परिदासः इत्यस्य तर्कः कः कुत्र दोषः भवति इति अपि प्रदर्शनीयः तदेव तत्र दोष उद्भावः इति वदन्ति वादे यावत्पर्यन्तं दोष उद्भावना न भवति तावत्पर्यन्तं मम पक्षः सम्यक् इति वक्तुं न शक्यते अतः दोष उद्भावना आवश्यकं तत्र कानिचन अन्यानि सूत्राणि इत्येव अर्थः खलु न तत्र कानिचन अन्यानि सूत्राणि तत्र सन्ति आतश्च उपसर्गे इति तेषाम् आधारेण एव वयं वक्तुं शक्यते यत् प्रसज्यप्रतिषेधः अयं किमर्थं अहं किं वदामि इति चेत् अयं विषयः प्रगतः विषयः अस्ति अतः गृहं गत्वा करोतु इति गृहं गत्वा किञ्चित् चिन्तनं कृत्वा अग्रिमसप्ताहे आगच्छन्तु तदानीं तत्र वयं तत्र अनन्तरं चर्चां कर्तुं शक्नुमः यतोहि भवताम् अपि इत्युक्ते तत्र शुभदा भगिनी अधिकं पठितवती वंशी भगिनी अधिकं पठितवती अस्मिन् विषये अन्येषां न जाने तत्र सा प्रसज्यप्रतिषेधः परिदासः इति सम्पूर्णतया जानाति वा न इति न जानामि अतः सर्वेषां लाभाय किं भवति इति चेत् भवतां यदा तत्र भवतां मतं प्रस्तूयते तदानीं तत्र तर्कः कः इत्यपि वदन्तु तदानीं सर्वेषाम् अवगमनमपि भवति. इदानीं मया किञ्चित् पीठिकारूपेण उक्तं प्रसजप्रतिषेधः परिदासः कः इति उक्तं. तस्मिन् विषये पुनः ध्वनिमुद्रणं सर्वे शृण्वन्तु. श्रुत्वा तत्र तस्य अवगमनं सम्यक्तया मनसि निधाय अग्रिमसप्ताहे आगच्छन्तु. तदानीं चर्चां कर्तुं शक्नुमः. नो चेत् किं भवति इति चेत् अत्र बहवः जनाः सन्ति, सर्वेषाम् अवसरः न जातः पठनार्थं. तत्र यदा वयं चर्चामेव कुर्मः चेत् तर्हि तत्र अन्येषां तत्र मनसि भवति मम तु अवसरः एव न लब्धः, केचन एव वदन्तः सन्ति इति तथा मनसि भवति. इति कृत्वा अहं वदामि यत्र नूतनविचारः अस्ति तस्य चर्चा आवश्यकी अस्ति. तदानीं तत्र मननं चिन्तनं सर्वं कृत्वा आगच्छन्ति चेत् तत्र सर्वेषां लाभाय भवति. नो चेत् किं भवति इति चेत् केचन एव वदन् भवन्ति, अन्येषाम् अवसरः न भवति. सत्यं भगिनि, क्षम्यतां. सत्यं, नास्ति चिन्ता, अहम् एवमेव वदामि. अस्तु, तर्हि इदानीं विजया भगिनी पठतु. शा च सा वाव् या वेफां युक् इति सूत्रेण शो चो सो वे व्ये वे फै इत्येषां धातूनां युक् आगमः भवति निचि निचि परे. पुक् आगमस्य अपवादः. साश्च चाश्च साश्च क्वाश्च व्याश्च वेश्च पाश्च तेषाम् इतरेतर योगद्वन्द्वः. साच्चा साहु वाव् वाव् या वेपा वेपाः तेषां साच्चा क्वा वाय् या वेपां साच्चा साहु व्या व्या वेपां षष्ट्यन्तं युक् प्रथमान्तं द्विपदमिदं सूत्रम् अर्ति ह्री व्ली रीक् नी मायातां पुङ्नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं साच्चा साक्वाया वेपाम् अङ्गाणां युक् नौ भवति. अत्र एतत् सूत्रं तु अर्ति ह्री व्ली रीक् न्यू क्ष्मायातां पुङ्नौ इत्यस्य अपवादसूत्रमस्ति चा साग्वाया वेपां युक् इति. अत्र कार्यं अत्र किम् इतोपि अत्र किमपि वक्तव्यम् इति न वक्तव्यम् इति अहं मन्ये महोदय. एतत् सूत्रं किं वदति, किं वदति सूत्रं? युक् आगमः भवति एतेषां परिगणितधातूनां युक् आगमः भवति. तत् सूत्रं तु अर्ति व्री व्लि एतत् सूत्रस्य अपवादसूत्रमस्ति. पुक् इत्यस्य अपवादः अर्ति ह्री व्लीरि इति सूत्रेण अत्र कार्यं कथं भवति? एतत् अर्ति व्रि एतत् सूत्रेण पुक् आगमः भवति. कथं परन्तु कथं भवति पुक् आगमः कथम् इत्युक्ते न तत्र निमित्तं किम्? शो चो निमित्तम् एजन्तदातवः आकारान्तः एव अत्र अवग मनसि मनसि एते सर्वे एजन्तदातवः, एतेषां तु आत्वं भवति आदेच उपदेशशिति इति सूत्रेण इत्यनेन आकारान्तः भवन्ति इति कृत्वा पुगागमः भवति निचि परे भवितुम् अर्हति. तस्य अपवादरूपेण इदं सूत्रमस्ति शाचा साह्वा व्यावेपां युग् इत्यनेन युगागमः भवति. युगागमः पुगागमस्य अगमं प्रबाद्य पुगागमस्य अपवादः. उमा भगिनी एकवारं सारांशरूपेण सूत्रार्थः कः इति वदतु. शो छो सो ह्वे एतेषामपि आत्वं भवति खलु? आत्वं भवति एव भवति. किञ्चित् दातवः अस्ति ह्री क्ली स्नु इत्यादि दातवः पुगन् पुगागमः भवति. किन्तु शो चो सो फे फे व्ये वे पै पै इत्येषां धातूनां युक् आगमः भवति. सत्यम्, एतेषाम् एजन्तधातूनां युगागमः भवति. युगागमः कुत्र भवति? धातूनां अन्ते. सम्यक्. युक्कपि कित् अस्ति इति कृत्वा धातूनाम् अन्ते युगागमः भवति. सम्यक्, समीचीनं. तर्हि इदानीं तत्र विनय महोदय अग्रिमवाक्यं पठतु. आं भगिनि, आदये च उपदेशे अशिति इत्यनेन येषाम् एजन्तधातूनाम् अत्वं शो छो सो वे वे वे पै. तदनन्तरं धातवः शो छो शो त्वे व्येय वेय पै पा धातवः भवन्ति. एजन्त भवन्ति शो ओ अस्ति, छो ओ अस्ति, अथ एचः अन्तर्भूतः. परन्तु अत्र प्रश्नः उदेति, अत्र सूत्रेण इत्स अपवाद अस्ति. अति अति न अर्ति ह्री वि वि नुयि क्षमायि आतां वङ्गडौ सम्बन्ध सन्दर्भे. परन्तु एत्वम् आत्वं तु भवति, परन्तु अत्र प्रत्यय अत्र युक् अस्ति, पुक् नास्ति, युक् अस्ति. बट् युक् पुक् समान अद्यन्तौ तकितौ आधारेण अन्ते आयाति. तर्हि एव छा युक् णिच् इत्यादि छायति भवति. परन्तु वयम् आदेश उपदेशे अशीते सम्बन्धे यदि चर्चा कृतवान्, अहं किञ्चित् दृष्टवान् अत्र शित्सम्बन्धः नास्ति. अत्र शित्सम्बन्धः स्पष्टतया नास्ति. यथा भवती उक्तवती, अत्र सम्बन्धः अस्ति प्रसज्यव्यापर्यु तात् इत्यादि. अहं विषयः न जानामि, परन्तु तत्र महत्त्वम् अस्ति. तत्र प्रसज्य वा पर्युदासः इत्यस्मिन् विषये अग्रिमसप्ताहे चर्चां कर्तुं शक्नुमः. तत्र वंशी भगिनी कृपया मां स्मारयतु. कक्षायाः पूर्वमेव स्मारयतु. अस्तु, तर्हि तत्र अस्तु. तर्हि इदानीं तत्र एतेषां सर्वेषां धातूनाम् अपवादरूपेण युगागमः भवति इति दृष्टं. तर्हि अरविन्द महोदय तत्र एकवारं तत्र दातवः के इति पठतु. अत्र शो तनुकरणे कृशं करोति शति इति भवति. तत्र शो इति एजन्तधातुः अस्ति कृत्वा आदेश उपदेशे अशीति सूत्रेण आत्मं भवति. शा इति अवशिष्यते. तत्र सूत्र छा वा वेपां युक् इति सूत्रेण तत्र पुगागमस्य स्थाने युकागमः भवति. अर्तिष्णुनायि आतां पुग्नौ इत्यस्य अपवादरूपेण इति कृत्वा शा युक् निच् भवति. यत् शा योगः या योगः इ इति अवस्य शायि इति नूतनधातु. शायि योगः शप् योगः ति इति कृत्वा शाययति इति रूपं चिन्त्यते. एवमेव छो इति यजन्तधातु, तत्रापि छा इति आत्मं भवति. उक् स्थाने युक् आयाति. निच् योजनेन शायि इति नूतनधातु शाययति. शो अन्तर्कर्मणि समापानं करोति स्यति इति. तत्र शो आदेशे शः सः इति इति कारणेन षकारस्य सकारं भूत्वा सः भवति. आदेशे उपदेशे अशीति. तत्र पुक् स्थाने युक् आगमः भवति. तदनन्तरं निच् योजयित्वा सा युग यु या योगः इ सा इ इति रूपं साययति. ह्वेञ् धन्यवादः. इदानीं तत्र उषा भगिनी समापयतु. अस्तु भगिनि, ह्वेङ् स्पर्धायां शब्दे च स्पर्धायां शब्दे च इति कृते आह्वयति इति लटिरूपं हा योगः युक् योगः ह्वा योगः युक् योगः णिच् ह्वा ह्वायि इति नूतनधातु ह्वाययति इति रूपं सिद्ध्यति व्येङ् संवरणे इति धातोः कृते आच्छादयति अथवा व्ययति व्ययति इति अर्थं भवति व्यायोगः युक् योगः णिच् इति भवति युकागमेन व्यायि इति नूतनधातु व्याययति इति रूपं सिद्ध्यति लटिरूपं णिच् प्रत्यये वेङ् तन्तुसन्ताने कुविन्तस्य कार्यं वयति वायोगः युक् वेङ् इति धातु आदेश उपदेश अशिति इत्यनेन वा इति भवति युक् आगमः भवति णिच् प्रत्यये परः अस्ति वायि इति नूतनधातु वाययति इति रूपं सिद्ध्यति पै शोषणे शुष्कं करोति पायति पायोगः युक् योगः णिच् इति कृते पायि इति नूतनधातु पाययति इति रूपं सिद्ध्यति पा पाने पायोगः युक् योगः णिच् इति कृते पायि इति पायि बोध प्लेस् ओके पायि पाययति इत्येव रूपं सिद्ध्यति पै धातोः कृते अपि पा पाने अपि पाययति इति रूपं सिद्ध्यति समीचीनं तत्र सूत्रं तु सरलमेव खलु आं साचा साह्वा व्या वेपां युक् इति सूत्रं सरलमेव अत्र अत्र साक्षात् ये दा के दातवः इति सूत्रे एव दातवः उल्लेखिताः अतः तेषां साक्षात् युकागमः भवति अस्तु भगिनी इति रूपं भवति वा किं ह्वे धातोः सर्वदा आह्वयति इति एव आङ् युक्तः रूपमेव भवति वा ह्वयति इति अपि भवति वा ह्वयति इति अपि रूपं मया दृष्टं ह्वाययति इत्यपि रूपं दृष्टम् सर्वदा आह्वयति न आह्वयते अपि अस्ति उभयभगिन्यकार अस्ति कृत्वा आत्मनेपदमपि अस्ति न तदपि अस्ति भगिनी पृच्छति आङ् उपसर्वकपूर्वकः अस्ति वा सर्वदा इति अस्ति तथा नास्ति सम्यक् तथा नास्ति तथा नास्ति अस्तु तर्हि अत्र स्थगयामः वा नमस्कारः धन्यवादः महोदय धन्यवादः गृहपाठद्वयम् अस्ति अत्र अद्य ससज्यप्रतिषेधः पर्युदासः इत्यस्मिन् विषये एकवारं पुनः ध्वनिमुद्रणं शृण्वन्तु तस्मिन् विषये किञ्चित् चिन्तनं कुर्वन्तु अनन्तरं स्वतन्त्रकर्ता तत्प्रयोजको हेतुश्च इत्यत्र प्रयोजकर्तुः कर्तृसंज्ञा अपेक्षिता वा किमर्थम् अपेक्षिता इति चिन्तयन्तु अस्तु तर्हि धन्यवादः नमस्कारः धन्यवादः धन्यवादः धन्यवादः